अदादिगणे लिहधातु इति वर्तते, तत्र लिहधातु उभयपदी अस्ति, परस्मैपदीरूपाणि अस्माभिः गतरविवासरे पठितानि, इदानीम् आत्मनेपदीरूपाणि पठिष्यामः। अस्तु तर्हि अस्ति मीना महोदय, लिहधातु आत्मनेपदी लट् रूपाणि करोतु। लिह् धातु महोदय किम् आत्मनेपदे वा लट् लकारं लट् लट् लट् ओके लिह् योगः ते तत्र पुगन्तलघुपदस्य अस्ति लेह् योगः ते तदनन्तरं ते आत्मनेपदी ते प्रत्ययपित् अस्ति वा ओ पित् नास्ति पित् नास्ति लिह् लिह् योगः ते भुगन्तरे नास्ति तत्र नास्ति तदनन्तरं लिड् किं भवति हकारस्य डकारः भवति जशस् केन सूत्रेण अहं विस्मृतवती इदानीं हकार कूजल्भ्योर्हेदिः किं कूजल् न न न न न हकारस्य हकारस्य डकारः अहोडः इति सूत्रेण लिह् सूत्रेण लिह् लिह् ते लिह् लिह् लिड् लिड् ते भवति तदनन्तरं लिड् होडः इति सूत्रेण लिड् ते भवति तदनन्तरं तकारस्य ते तकारस्य थकारः भवति जशस्ततोर्धोदः इति सूत्रेण लिड् योगः धे भवति तदनन्तरं श्रुराष्ट्रुः भवति लिड् तकारस्य डकारः भवति लिड्धे भवति तदनन्तरं डोडे लोपः लिढे भवति तन्त्रलोपे पूर्वस्य दीर्घः लीढे लीढे ते इते अन्ते लिह् इते लिह् इते लिह् इते किल इते न आते आते अनदन्तमङ्गमस्ति खलु अदन्तमङ्गं लिह् आते लिहाते एव वर्णमेलनेव वर्णमेलनेव लिहाते लिखते लिखते अदन्तं गृह्य लिखते देन् लिह् से भवति लिह् से तत्र समानं हो समानमेव होडः प्रथमं भवति लिह् लिड् लिड् से तदनन्तरं षडौकसि mm. डकारस्य ककारः भवति लिक् से देन् आदेशप्रत्ययोः लिक्षे. सम्यक्, बहु सम्यक्, लिक्षे. देन् आते अते समानमेव वर्णमेलनमेव लिक्षे लिखाते लिग् लिड् लिख् लिख् द्वे तत्र होटः प्रथमं लिड् द्वे शृणाष्टुः लिड् द्वे द्वे डोडे लोपः लिड्वे एकः डकारः लोपः प्रथमडकारः लिड्वे अनन्तरं एकः डकारः लोपः तस्मात् डलोपे पूर्वस्य दीर्घः भवति लीड्वे. लिह् लिह्ये लिहे लिह्वहे लिह्महे सम्यक् सम्यक् तर्हि लीढे लिहाते लिहते लिक्षे लिहाते लीढ्वे लिहे लिह्वहे लिह् अस्तु बहु सम्यक्. अग्रे विजयमहोदय लङ् लोट् तत्र ताम् आताम् आताम् श्रूयते वा जि? आम् ताम् आताम् अताम् स्व आत्थं ध्वम् ऐ आवहै आमहै इति अस्ति. धातुः तु लिख् इति ताम् इति अस्ति. प्रथमं हकारस्य स्थाने चतुर्थडकारः आगच्छति होड्डः इति सूत्रेण. इदानीं लिड् योगः ताम् इति भवति. अनन्तरं जषत्ततोर्दोर्दः इति सूत्रेण तकारस्य स्थाने चतुर्थदकारः आगच्छति. इदानीं लिड् योगः धाम् इति भवति. सूत्रं किम्? अनन्तरं किं जि? सूत्रं किम्? जषस्ततो दोर्दः इति सूत्रेण. किम्? जषस्ततो ततोर्दोर्दः तकारस्य स्थाने प्रथमतकारस्य स्थाने चतुर्थवर्णः भूत्वा धाम् इति भवति. लिड् योगः धाम् इति भवति. इदानीं स्टुनाष्टुः इति सूत्रेण तत्र लिड् भवति धाम् भवति. अनन्तरं स्टुनाष्टुः तत्र चतुर्थदकारस्य चतुर्थ डकारस्य स्थाने स्टुनाष्टुक इति सूत्रेण डकारः भूत्वा लिड्डाम् इति भवति. लिड्डाम् अनन्तरं डकारः द्वे अस्ति अतः तत्र दोडे लोपः इति सूत्रेण प्रथमडकारस्य लोपः भूत्वा लीडाम् इति भवति. तावत् अनन्तरं ह्रस्व इकारः अस्ति. इदानीम् अनः दीर्घो एकनिमिषं अहं पश्यामि तत्र किम् अस्ति ड्रल तत्र एतत् विषये दादेर् अस्ति ड्रलोपे पूर्वस्य तत्र एतत् विषये तत्र किञ्चिदपि नास्ति उदाहरणरूपेण. अस्तु अत्र ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण ह्रस्व इकारस्य स्थाने दीर्घ ईकारः भूत्वा लीडाम् इति भवति. लीडाम् लीडाम् अनन्तरम् आताम् इति अस्ति. एतदपि अपित् अस्ति, अजादि अपित् अस्ति. अत्र किमपि कार्यं नास्ति, तादृशमेव भवति. लिख् अकारस्य स्थाने होडः इति सूत्रेण लिड् भवति, अनन्तरम् आतां भवति. किमर्थं भवति होडः? किमर्थं भवति होडः न भवति तत्र? तत्र आतामिति अस्ति, किमपि कार्यं नास्ति, अतः वर्णमेलनमेव जि. लिहाताम् इति भवति, तावदेव. अनन्तरम् अताम् अस्ति, एतदपि लिहताम् इति भवति, तावदेव खलु जि. लिहताम् लिहताम् लिह लिहताम् लिह लिह लिहताम् अस्तु. अनन्तरं स्व अस्ति, स्व लिह् अस्ति, अनन्तरं स्व अस्ति. तत्र तत्र स्व इति तत्र अपि तत्र सकारस्य स्थाने आदेशप्रत्ययोः इति सूत्रेण मूर्धने शकारः आगच्छति. प्रथमं पूर्वमेव अह लिह् अकारस्य स्थाने होडः इति सूत्रेण लिड् भवति. अनन्तरं स्व इति अस्ति, तत्र मूर्धने सकारः भूत्वा कथं ढकारः अस्ति खलु, ढकारः इङ्गो अस्ति वा? आं जि आम्. तत्र षडोः कः सि इति सूत्रे सि सकारः आगच्छति. षडोः कः सि इति सूत्रेण डकारस्य स्थाने ककारः भूत्वा लिक् इति भवति, अनन्तरं सि स्व इति भवति. इदानीमेव आदेशप्रत्ययोः इति सूत्रेण सकारस्य स्थाने मूर्धने षकारः भूत्वा लिक्ष्व इति भवति, तावदेव. अनन्तरं आताम् इति तत्रापि अपित् अस्ति, अजादि अपित् अस्ति, किमपि कार्यं नास्ति, अतः तत्रापि वर्णमेलनमेव. अत्र जोड्डिङ्गे चेत् तत्र लिहाताम् इति भवति, लिहाताम् इति भवति. अनन्तरं द्वम् अस्ति, द्वम् अत्र अत्र अकारस्य स्थाने होडः इति सूत्रेण अकारस्य स्थाने चतुर्थ डकारः भूत्वा लिड् इति भवति. तादृशमेव तत्र द्वम् अस्ति, डकारस्य स्थाने स्टुनास्टुः इति सूत्रेण डकारः आगच्छति, द्वम् इति भवति. इदानीं डकारः द्वे भव स्तः अत्र. अनन्तरं तत्र एकः अपगच्छति सूत्रं, डोडे लोपः इति सूत्रेण प्रथमडकारस्य लोपः भूत्वा एकः एव तिष्ठति अत्र. किमस्ति अत्र लिफ् लिड् द्वम् तः तत्र द्वं भवति, लिड्वम् समीच. तत्र अनन्तरं तत्र दीर्घोणः द्रलोपे दीर्घस्य अणः किं जि सूत्रं किं? द्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण तत्र ह्रस्व इकारस्य स्थाने दीर्घ ईकारः भूत्वा लीड्वम् इति भवति लीड्वम् लीड्वम् लीड्वम् इड् लीड्वम् इति भवति. अनन्तरम् ऐ अस्ति अत्र इदानीम् ऐ इति गुणकार्यं भवति अत्र किम् अस्ति चेत् अत्र पित् अस्ति अतः तत्र लिख् इति अस्ति तत्र गुणकार्यं भूत्वा इकारस्य स्थाने एकारः भवति. अनन्तरं तत्र ऐ अस्ति ऐ योजनेन लिख् ऐ प्रथमं ले भवति ऐ योजने ऐ योजनेन लेहै इति भवति लेह लेहै लेहै आम्. अनन्तरम् आवहै आमहै अपि गुणकार्यं पित् अस्ति तादृशमेव भवति तादृशं ली अस्ति चेत् इकारस्य स्थाने ह्रस्व इकारस्य स्थाने एकारः भूत्वा ले ले हा वहै ले आ महै इति भवति तावदेव. धन्यवादः. अस्तु जि धन्यवादः. लीढां लिहतां लिहतां लिक्ष्व लिहतां लीढ्वं लेहै लेहावहै लेहामहै. अस्तु रघुपतिमहोदय लङ् श्रूयते वा महोदय? आम् किञ्चित् किञ्चित् उच्चैः वदतु. इदानीम् अस्तु लिह् लिह् योग ता आताम् अथा ताः आतां द्वं हि वहि महि इति प्रत्ययाः किं प्रत्ययाः तत्र इदानीं लङ्लकारे लङ्लुङ्लुङ्षु अट् उदात्तश्चन अलिह् इति अङ्गम् अस्ति. अलिह् इति अङ्गं सर्वे अपि तः अतः अङ्गकार्येपि नास्ति केवलं सन्धिकार्यम्. अलिह् इव ता इति अस्ति होडः इत्यनेन झलि झलिपरे तत्र हकारस्य गत्वम् अलिह् अलिड् योगः इदानीं जशस्ततोः इदानीं दः इति भवति अतः तकारस्य धकारः अलिड् अलिड् योगद्ध इति अस्ति तत्र इदानीं धकारस्य श्रोः चुनास्तु इत्यनेन तत्र श्रुत्वम् अतः अलिड्ध इति अलिड्ध. इदानीं तत्र ढकारद्वयमस्ति अतः ढोडे लोपः इत्यनेन ढकारस्य लोपः भवति अलिड् अलिढ इति अस्ति. इदानीं ढलोपे पूर्वस्य दीर्घः इति अस्ति अत्र अण अणः दीर्घः इति अतः अलीढ इति भवति अलीढ अलीढ इति अलिह् योग आतां किमपि नास्ति अलिहाताम् इति भवति अलिह् योग अत अलिहत इति भवति अलिह् योग ताः इदानीं तत्र तत्र झलि अस्ति अतः स्फोटः इत्यनेन हकारस्य ढत्वम् अलिड् योग ता इति इदानीम् इदानीं जस् अस्ति जशस ततोः दः इति भवति अतः अलिड् योग धाः इति इदानीं सुनाशुः इत्यन अलिड् योग धाः अलिड्डाः. इदानीं तत्र डकार डक ड्रो ड्रलोपि ढोडे लोपै अलिड् अलिड् अलिड् अलि अलिढाः इति इदानीं तत्र प्रलोपे पूर्वस्य दीर्घः अणः इति अणः अण्वर्णस्य तद्दीर्घः भवति अलि इक् तद् अलि अलिढाः इति अग्रे अलिह् योग आताम् अलिहाताम् अलिह् योगध्वम् इति अस्ति अलिह् योगध्वम् इति अस्ति. इदानीं तत्र अलिह् इत्यत्र होडः इति अलिड् योगध्वम् धकारस्य इदानीं स्तुत्वम् अलिड् योगध्वं ध्वम् अत्र ढोडे लोपः इत्यनेन अलिड् ध्वम् इदानीं ढलोपे पूर्वस्य दीर्घोणः इत्यनेन तत्र अणः तत्र दीर्घः भवति अलिध्वम् इति. इदानीम् अग्रे अलिः योग इ अलिः इति मध्ये वर्णमेलनमस्ति अलिः योग वहि अत्रापि किमपि कार्यं नास्ति झल् न अलिह् झल् नास्ति अतः तदर्थं न भवति अलिह् वहि अलिह् महि अतः अलीढ अली अलीढ अलिहाताम् अलिहत अलीढाः अलिहाताम् अ अलीध्वम् इति अलिः सोरि अल्वहि सोरि अलिह् अलिह् लिख खलु अलि लिह्वहि लिह्मयि अलिह्वहि अलिह् अलिह्मयि अस्तु धन्यवादः तर्हि विधिलिङ्गे अपि किमपि नास्ति केवलं वर्णमेलनं लिहित लिहियातां लिहिरन् लिहितः लिहियातां लिहित्वं लिहिय लिहिवहि तर्हि लिहिधातुः समाप्तः अग्रे गच्छामः प्रश्नः अस्ति वा कस्यापि अस्तु मदन् महोदय अग्रे मदन् महोदय अग्रे पठतु आं महोदय अदादिगणस्य अदादिगणस्य रुदाद्यन्तगणः पञ्चधातवः रुधिर् अशु विमोचने रुद् रोदति अन् अन प्राणने अन् अनिति शिप् शये स्वप् स्वपति श्वस प्राणने श्वस् स्वपिति आं क्षम्यता श्वस प्राणने श्वस श्वसिति जक्ष वक्ष हसनयोः जक्ष जक्षिति अददिगणे अददिगणे रुदाद्यन्त इति किमपि अन्तर्गणः अस्ति अत्र पञ्चधातवः सन्ति रुधिर् अन शिप् स्वस जक्ष इति इत्यादि धातवः तर्हि रुदादि इति अन्तर्गणः अस्ति अदादिगणे तत्र किञ्चित् भेद किञ्चित् किञ्चित् नूतनकार्यं भवति रूपं दृष्ट्वा कोऽपि वक्तुं शक्नोति वा नूतनं कार्यं किमस्ति इडागमः भवति रोदिति श्वसिति जक्षिति तर्हि इडागमः भवति केन सूत्रेण भवति अग्रे पठतु रुदादिभ्यः सार्वधातुके रुदादिगणे पठितेभ्यः धातुभ्यः सार्वधातुकस्य इडागमो भवति प्रत्याहार वल् वलादेः वल् प्रत्याहार आदौ यस्य सः वलादिः वल् प्रत्याहारस्य अन्तर्गतेषु वर्णेषु तिङ्प्रत्ययानाम् आदौ तकार तकार दकार मकार वकार सकार हकार एते एव भवन्ति रुदादिभ्यः पञ्चम्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदम् इदं सूत्रम् आर्धातुकस्य ईड् वलादेः इत्यस्मात् इट् वलादेः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रुदादिभ्यः अङ्गेभ्यः इट् वलादौ सार्वधातुके रुदादिगणे धातुभ्यः सार्वधातुकप्रत्यय प्रत्ययः अस्ति चेत् इडागमः भवति वा वलादे वलादेः सार्वधातुकस्य आम् प्रत्ययः भवति चेत् इडागमः भवति तर्हि वलादि सार्वधातुकप्रत्ययपरे रुदादिभ्यः धातुभ्यः इडागमः भवति इदानीं प्रश्नः उदेति कस्य इडागमः भवति धातुः वा प्रत्ययस्य अग्रे पठतु परन्तु आद्यन्तौ टकितवती अनेन परन्तु कस्य आदौ धातोः आदौ अथवा प्रत्ययस्य आदौ प्रत्ययस्य आदौ नास्ति वा अस्ति कथं जानीमः अग्रे पठतु अत्र प्रश्न उदेति यत् अयम् इत् कस्य आगमः उदादिभ्यः सार्वधातुके इत्यनेन उदादिभ्यः अङ्गेभ्यः इत् वलादौ सार्वधातुके अस्मिन् सूत्रे तस्मादिरित् उत्तरस्य इत्यस्य कुत्र पठति अध अध उदादिभ्यः सार्वधातुके इति सूत्रमस्ति खलु लिख् धातोः अग्रे रुदादिभ्यः सार्वधातुके इति सूत्रमस्ति न अस्ति रुदादिभ्यः अङ्गेभ्यः इत् बलादेः सार्वधातुके तदनन्तरं भवती कुत्र गतमेव अस्ति तदनन्तरम् अत्र प्रश्नः उदेति यत् मम प्रिण्टेड् वर्षन् तत्र नास्ति प्रिण्टेड् वर्जन् बहुधा सम्यक् न भवति पुरातनं अस्तु शृणोतु अथवा सङ्गणके आगच्छतु सङ्गणके पश्यतु सङ्गणके अस्ति महोदय अस्मिन् सूत्रे तस्मादादि उत्तरस्य इत्यस्य बलेन अयम् इडागमः अग्रे स्थितस्य वलादिसार्वधातुकप्रत्ययस्य आगमः स्यात् तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यस्य बलेन इडागमः पूर्वं स्थितस्य उदादिभिगणे उदादिगणीयधातोः आगमः सूचनाद्वयमपि परस्परविरोधम् षष्टिविभक्त्यर्थपदं नास्ति यस्य आधारेण कस्य आगमः इति स्पष्टं स्यात् षष्टिविभक्त्यान्तं पदं नास्ति अस्यां दशायाम् उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति परिभाषया द्वयोः निर्देशयोर्मध्ये पञ्चमीनिर्देशः बलियान् इत्युक्तौ वलादिसार्वधातुकप्रत्ययस्य एव आगमः न तु रुदादिगणीयधातोः फलार्थः एव यत् यत् सप्तम्यान्तं पदं स्थानीयं निर्दिशयति अनेन रुदादिभ्यः सार्वधातुके इत्यस्य अनुवृत्तिसहितसूत्रे वलादौ सार्वधातुके सप्तम्यन्तम् अतः तस्य एव इडागमः भवेत् अवगच्छति वा महोदय अस्मिन् सूत्रे सार्वधातुके इति सप्तम्यन्तम् अस्ति षष्टि स्थानी न अत्र स्थानी रुदादिभ्यः सार्वधातुके अस्ति इत्यत्र स्थानी न उक्तम् अतः स्थानी सप्तमे अन्तमेव भवितव्यम् तस्मिन् तदर्थमेव परिभाषा सूत्रं वदति किं वदति खलु महोदय तस्मिन् इति उत्तरस्य न अवगच्छामि महोदय न सम्यक् अस्ति तर्हि वस्तुतः आगमः कस्य भवति कस्य भवति इत्युक्ते पदस्य का विभक्ति भवेत् येन वयं ज्ञातुं शक्नुमः ओ अस्य आगमः भवति आम् महोदय विभक्ति कस्मिन् कस्मिन् विभक्तायां विभक्त्यां पदं पदः पदं भवेत् येन वयं ज्ञातुं शक्नुमः अस्य आगमः अस्ति आगमः आदेशः इति कस्मिन् विभक्त्यां कस्यां विभक्त्यां षष्टिविभक्त्यां प्रथम्यां प्रथम सम्यक् महोदय प्रथम इत्युक्ते तस्य आगमः, परन्तु कस्य स्थाने आगमः अथवा कस्य आगमः, कस्य स्थाने आदेशः इति कथं जानीमः? षष्टिभक्ति, षष्टिभक्ति खलु, तर्हि षष्टिभक्ति अस्ति चेत् वयं जातुं शक्नुमः ओ अस्य आगमः, अस्य आदेशः, परन्तु अस्मिन् सूत्रे षष्टिभक्ति अस्ति वा? नास्ति महोदय. अस्ति, पुजादिभ्यः पञ्चमी विभक्ति, सार्वधातुके षष्टि सप्तमी विभक्ति, तर्हि कथं जानीमः यत् अङ्गस्य इडागमः भवेत् अथवा प्रत्ययस्य इति प्रश्नः अस्ति. यदि तस्मात् इति उत्तरस्य इति सूत्रस्य बलमस्ति चेत् किं वदति? पञ्चमी विभक्त्याः इति पदस्य बलमस्ति चेत् तस्मात् अनन्तरं यत् अस्ति तस्य आगमः भवति इति अस्ति खलु, नाम तेन प्रत्ययस्य आगमः भवेत्. तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रस्य बलमस्ति चेत् पूर्वं यदस्ति, प्रत्ययस्य पूर्वं यदस्ति नाम अङ्गं यदस्ति तस्य आगमः भवेत्. तर्हि इति तु विरुद्धं कार्यमस्ति, तर्हि किं कर्तव्यं? तर्हि यदि एकस्मिन्नेव स्थाने सप्तमी अपि विभक्ति, सप्तमीविभक्त्याः निर्देशः अपि अस्ति, पञ्चमीविभक्त्याः अपि निर्देशः अस्ति, षष्टिविभक्तिः नास्ति चेत् एका परिभाषा अस्ति, उभयनिर्देशे पञ्चमी निर्देशः बलीयान्, नाम पञ्चमी अपि अस्ति सप्तमी अस्ति चेत् पञ्चमीविभक्त्याः, पञ्चमीविभक्त्या यः निर्देशः उक्तः सः बलीयः भवति. अतः रुदादिभ्यः इति पञ्चमी अस्ति, अतः तेन निर्दिष्टं यत् कार्यं तस्य बलमस्ति, नाम अङ्गात् परं यत् कार्यम् अङ्गात् परम् आगमः भवेत्, नाम प्रत्ययस्य आगमः इति परिभाषा वदति. इदानीं प्रत्ययस्य आगमः कुत्र भवति? आदौ भवति, मध्ये भवति, अन्ते भवति, कथं जानीमः? न श्रूयते महोदय. प्रत्ययस्य आगमः कुत्र भवति? आदौ भवति, अन्ते भवति, मध्ये भवति? आद्यन्तौ टकितौ, आद्यन्तौ टकितौ सूत्रेण टित् भवति, अतः कुत्र भवति? अतः आदौ भवति. तर्हि इडागमः प्रत्ययस्य आदौ, प्रत्ययस्य आदिभागे आगच्छति. तर्हि रुद्यो भवति रोदिति, इकारः ति प्रत्ययस्य आगमः, आद्य आदि आगमः इति अस्ति. तर्हि आगच्छन्ति खलु? कथं जानीमः पञ्चमीभक्ति बलीयः अस्ति इति? परिभाषा अस्ति खलु, उभयनिर्देशे पञ्चमीनिर्देशः बलीयान्. उभयनिर्देशे इत्युक्ते किं महोदय? उभय रुदादिभ्यः, रुदादिभ्यः अङ्गेभ्यः इति उभयः निर्देशे वा? न कुत्रापि, कुत्रापि केवल रुदादि अङ्गे इति, रुदादि अङ्गमस्ति चेदपि न, कुत्रापि यदि षष्ठीविभक्ति नास्ति पञ्चमी अस्ति तस्य उभयनिर्देशः अस्ति, विरोधः अस्ति चेत् कथं जानीमः कस्य निर्देशस्य बलमस्ति? तर्हि परिभाषा वदति उभयनिर्देशे पञ्चमी निर्देशः बलि. नाम पञ्च उभयनिर्देश इति किम्? उभय इति किमर्थं? सप्तमी अपि, पञ्चमी अपि, सप्तमी. तर्हि कथं जानीमः पञ्चमीभक्त्या यत् उक्तं तस्य बलमस्ति वा, सप्तमीभक्त्या उक्तं तस्य बलमस्ति वा? तर्हि तद् वदति पञ्चमी विभक्त्या यत् उक्तं तस्य बलमस्ति, अतः अत्र पञ्चमीविभक्त्या उक्तं किमस्ति? अङ्गम्, अङ्गं खलु, अङ्गम् अनन्तरं कार्यं भवेत् इति अस्ति, नाम अङ्गम् अनन्तरम् आगमः भवेत्. अङ्गस्य अनन्तरं किमस्ति? प्रत्ययः, अतः प्रत्ययस्य आगमः. इदानीं प्रश्नः अस्ति प्रत्ययस्य आगमः चेत् कुत्र? प्रथमे, मध्ये, अनन्तरं, तत्तु आद्यन्तसहितौ इति सूत्रेण प्रथमं भवति, आदौ भवति इति अस्ति. तद् आगच्छन्ति खलु? नाम फलितार्थः यदस्ति लिखितमस्ति यत् यत्र षष्टिविभक्तिः नास्ति तर्हि अस्याः परिभाषायाः फलेन भक्ति एव स्थानिनः कार्यं करोति. अस्तु, षष्टिभक्ति निर्दिशति परन्तु यत्र नास्ति तत्र सप्तमीविभक्ति एव स्थानिनः कार्यं करोति. अतः सप्तम्यन्तं पदस्य नाम अत्र प्रत्ययस्य आगमः भवति. अवगच्छन्ति वा सर्वे? तस्मात् अङ्गस्य आगमः, तस्मात् प्रत्ययस्य आगमः, नाम तस्मात् अङ्गात् अनन्तरम् आगमः नाम प्रत्ययस्य आगमः. प्रश्नः अस्ति वा? तस्यापि अत्र मुख्यविषयः अस्ति इदानीम्, अतः पृच्छामि. केवलम् अत्र नास्ति, अन्यत्र अपि अस्ति. अत्र षष्टिः नास्ति, केवलं पञ्चमी सप्तमी, तर्हि कथं जानीमः कस्य आगमः? अनया परिभाषा. अस्तु, तर्हि इदानीम् अग्रे पश्यामः. अग्रे यथा पठतु, समापयतु. यथा मन्दरं महोदय, यथा रुदिति. आं महोदय, अत्र धातु अस्ति रुद्, तस्य आगमः भवति वा उभयनिर्दिष्टे पञ्चमी निर्दिष्ट? आगमः केन सूत्रेण भवति? रुदादिभ्यः सार्वधातुके. इदानीं पी प्रत्ययः अस्ति, वलादि अस्ति, सार्वधातुकः अस्ति खलु, अतः अत्र भवति. यथा रुद् योगहति रोद् योगहति, रोद् योगः इकारः योगहति रोदति. अत्र रुद् इति पूगन्तलघुपदस्य च इति सूत्रेण रोद् भवति. तदनन्तरं रुदादिभ्यः सार्वधातुके इति सूत्रेण इदागमः भवति. धातोः अङ्गस्य परः भवति, प्रत्ययस्य आगमः भवति इति उक्तव्यम् इति वक्तव्यं. प्रत्ययस्य आगमः इति, प्रत्ययस्य आगमः भवति, रोदति, रोदिति. अन्योगः ति, अन्योगः इयोगः ति अनिति. स्वप् योगः ति, स्वप् योगः इयोगः ति स्वपिति. श्वस् योगः ति, श्वस् योगः इयोगः त अति श्वसिति. जक्ष् योगः ति योगः, जक्ष् योगः इयोगः ति जक्षिति. एतानि पञ्चसूत्राणि रुदादि पञ्चधातवः रुदादिगणे सम्बन्धं नास्ति. रुदादिगणे गुणादिगणः रुणद्धि इति भवितव्यम्. किमर्थं रुदादिभ्यः सार्वधातुके इति सूत्रं रुदादिभ्यः इति दत्तं तत्र? भगिनी, रुदादिभ्यः एतत् सप्तमगणः, एतत् रुधादिगणः अस्ति, अत्र रुदादि अस्ति. रुद् रुद् द तृतीयदकारः, रुधादिगणः चतुर्थधकारः भिन्न अस्ति. रुधादि तत्र, अत्र रुदादि स्वरुद् इति धातु, अन्यधातु एतत् अन्यः रुधादिगणस्य सम्बन्धं नास्ति. अस्य च भ्रमः अस्ति मम मनसि. अस्तु, इदानीं लङ्गी किं कार्यं भवति इति पश्यामः. तर्हि अग्रे मीनाम पठतु लङ्गी. लङ्गी विकल्पेन श्रूयते वा? विकल्पेन अरो अरोदीत् अरो अरोदत् रुद् अरो अरोदीत् अरोदत् रुदश्च पञ्चभ्यः रुदश्च पञ्चभ्यः पञ्चभ्यः रुदादिभ्यः धातुभ्यः हलादेः पितः अपृक्तस्य सार्वधातुकस्य इडागमो भवति ईडागमो भवति रुदः पञ्चम्यन्तं पञ्चभ्यः पञ्चम्यन्तं च अव्ययं त्रिपदमसूत्रं नाभ्यस्तस्य अचिपिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः उतो वृद्धिर्लुकि हरि इत्यस्मात् हरि इत्यस्य अनुवृत्तिः गुणो अपृक्ते इत्यस्मात् अपृक्ते इत्यस्य अनुवृत्तिः ब्रुव ईट् इत्यस्मात् ईट् इदस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रुदश्च पञ्चभ्यः अङ्गेभ्यः ईद् हलि फिति अपृक्ते सारुदातके ओ वा यदा किमुक्तं किम् अर्थम् अत्र यदि रुदादिभ्यः पञ्चभ्यः धातुभ्यः रुद् अन् स्वप् श्वस् जक्ष इत्यादि धातुभ्यः यदि अपृक्ते अपृक्ते हलि पिति हलि प्रत्यये परे तादृशं लङि लङि इत् इस् अपृक्ते पिति सकारः नास्ति पिति एव हलिपिति सकारपिति अस्ति पित् अस्ति अपृक्ते पिति हलिप्रति परे सार्वधातुके तत्र ईडागमः भवति प्रथमसूत्रं रुदादिभ्यः ईडागमः भवति रुदादिभ्यः अङ्गेभ्यः ईड् बलादौ सार्वधातुके इदानीम् अपृक्ते हलिप्रति परे ईडागमः भवति तादृशमेव यदा अरुद् योगः रुदादिभ्यः सार्वधातुके इति सूत्रं किं वदति यत् प्रत्ययस्य इडागमः भवति बलादि सार्वधातुकप्रत्यये परे तस्य अपवादः अस्ति रुदश्च पञ्चभ्यः तत् किं वदति शृणोतु अत्रापि रुदादिगणीयधातुः पञ्चसु धातुषु एकः धातुः तदनन्तरं सार्वधातुकप्रत्ययः अस्ति परन्तु सः सामान्यसार्वधातुकप्रत्ययः सामान्यसूत्रं वदति इडागमः रुदादिभ्यः सार्वधातुके परन्तु सः सार्वधातुकप्रत्ययः यदि हलि हलादि हलादि पित् अपि च अपृक् निमित्तत्रयं हलादि पित् अपृक् इति अस्ति चेत् इडागमः न भवति अपि च ईडागमः भवति ईडागमः यथा अग्रे पठतु यथा अरुद् योगः इत् रुदस्य पञ्चभ्यः अरुद् योगः ईट् योगः इत् अरुद् अरुद् योगः टकारः लोभः ईत् अरुद्योगः ईत् अरुद्योगः ईत् पुगन्धस्य रघुपतस्य अरोद्योगः ईत् अरोदीत् अरोदीत् भवति अत्र रुदादिभ्यः सार्वधातुकी इति सूत्रं कार्यं करोति चेत् अत्रापि कार्यं कर्तुं शक्नोति खलु तकारः बलादि अस्ति सार्वधातुकः अस्ति तर्हि अरोदित् इति भवेत् ह्रस्व इकारः परन्तु तस्य अपवादः रुदश्च पञ्चभ्यः सूत्रं वदति तकार इति सार्वधातुकः अस्ति पित् अस्ति हलादि अस्ति अपृक्तपि अस्ति अतः अत्र दीर्घ इकारः इडागमः भवति अतः अरोदित् इति भवति अत्र ईडागमस्य विधानेन अधुना प्रत्ययः ईत् नाम द्विवर्णकः अतः अपृक्तसंज्ञा नास्ति यद् आगमस्य अपृक्तसंज्ञा नास्ति किल तत्र आगमानन्तरम् इदानीम् ईत इति प्रत्ययः अस्ति अतः इदानीं प्रत्ययः अपृक् न तिष्ठति खलु इत् बिकम्स् ईत् ऐ से इत् बिकम्स् ईत् तस्मात् अपृक्तं नास्ति इदानीम् अतः अपृक्तसंज्ञा नास्ति तदभावे हल्याभ्यो दीर्घात् सुति सि प्रपृक्तं हल् इत्यस्य प्रसक्तिः नास्ति हल्याभ्यो दीर्घात् सुति सि प्रपृक्तं हल् तत् सूत्रं किं भवति अरुद्ध यदि तकारस्य ईडागमः नास्ति चेत् तकारः एव तिष्ठति चेत् तत् अपृक्त् अस्ति खलु अतः हल्याभ्यो इति सूत्रेण अरुद् इति अरोद् इति भवति रूपम् तकारस्य लोपः भवति परन्तु अत्र ईडागमनन्तरं प्रत्ययः ईत् भवति ईत् एव प्रत्ययः नूतनप्रत्ययः इदानीम् ईत् इति प्रत्ययः किम् अपृक् न भवति अतः हल्याभ्यो सुदीर्घसुतिसि प्रयुक्तं हल् इति सूत्रं कार्यं न करोति अतः ईत् इति तस्य लोपः न भवति अरोदीत् इति सम्पूर्णस्य कार्यं किं महोदय अहं विस्मृतं हल्याभ्यो दीर्घात् बहुवारं कृतम् अस्माभिः हलन्त इति अस्ति तदनन्तरम् आप् प्रत्ययान्त अथवा नीप् प्रत्ययान्त दीर्घ दीर्घ न्यबन्त दीर्घ आबन्त अथवा हलन्त इति पदमस्ति चेत् यदि अङ्गम् अस्ति चेत् तस्य अनन्तरं यदि सु इति प्रत्ययस्य नाम स्वादिषु सु सुवौजस् तिप् अथवा सि इति प्रत्ययस्य अपृक्तरूपम् अस्ति चेत् तस्य लोपः भवति लङि लङि भवति खलु तस्य लोपः अत्र न भवति ईद् इति प्रत्ययः ईडागमनन्तरं अपृक्त न तिष्ठति अपृक्त नास्ति इत्यस्य प्रसक्तिः नास्ति अरुद् योगः इस् अरो अरोदीः अपि यथा अरोदिः कदक अरुद् योगः इस् भवति अरुद् ईत् न भवति वा ईत् भवति खलु अरोदीः अरोद् अरोद् ईः अरोद् अरोद् ईस् तत्र अरो अरोदीः अग्रे पठामि वा पठतु अड् अड् अड् गार्ग्यगालवयोः अड् गार्ग्यगालवयोः पञ्चम्यः रुदादिभ्यः धातुभ्यः हलादेः पित्तः सार्वधातुकस्य अपृक्तस्य अडागमो भवति इदानीम् अडागमो गार्ग्यगालवयोः मतेन ओ मतं मतेन गार्ग्यस्य गालवश्च गार्ग्यगालवौ तयोः गार्ग्यगालवयोः अट् प्रथमन्तं गार्ग्यगालवयोः प्रषष्ठ्यन्तं द्विपदमिदं सूत्रं न अभ्यस्तस्य अचि पिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः उतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः गुणो अपृक्ते इत्यस्मात् अपृक्ते इत्यस्य अनुवृत्तिः रुदश्च पञ्चभ्यः इत्यस्मात् रुदश्च पञ्चभ्यः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गार्ग्यगालवयोः रुदश्च पञ्चभ्यः अङ्गेभ्यः अट् हलिप्रीति अट् हलिप्रीति तत्र इत् हलिप्रीति हलिप्रीति अपृक्ते अत्र आडागमः तत्र ईडागमः सा नाम ऋषिद्वयमस्ति गार्ग्य गालव तयोः मतेन अडागमः भवति अतः किं भवति तयोः मतमस्ति चेत् अडागमः करोतु तयोः मतं नास्ति चेत् ईडागमः करोतु अतः रूपद्वयं रूपद्वयम् ऐ सि ओके नाम एकरूपमस्ति यत्र पाणिनेः मतेन ईडागमः भवति परन्तु पाणिनि एव लिखति यत् ऋषिद्वयमस्ति गार्ग्यः गारवः तयोः मतेन अडागमः करोति अतः उभयमपि भवितुं शक्नोति ईडागमः अपि भवति अडागमः अपि भवति इति रूपद्वयमस्ति अतः एकं रूपम् अन्यरूपं किं पठतु अग्रे अरुद् अरुद्योगः इत् पुगन्तलघुपदस्य अरोद्योगः इत् अड् गार्ग्य गालवयोः इति सूत्रेण अरोद् आयोगः इत् अरोदत् अरुद्योगः इस् अरोद्योगः आयोगः सकारः अरोदः अपि तथा पूर्वम् अरोदीत् अरोदीः अथवा अरोदत् अरोदः सर्वे आगच्छन्ति खलु प्रश्नः अस्ति वा नास्ति महोदय तर्हि इदानीम् अग्रे अस्ति विजया महोदय अग्रे पठतु त प्रत्यये परे स्वप्रत्यये परे सा प्रत्यये परे सा प्रत्यये परे रुद् अरोद् अरोदीत् अरोदत् अरोदीः अरोदः इति रूपं द्वयं भवति विकल्पेन मतद्वयेन स्वप् अस्वप् अस्वपीत् अस्वपत् इति रूपं द्वयम् अस्वपीः अस्वपः इति स्वस् अस्वस् अस्वसीत् अस्वस् अस्वसत् इति अनन्तरम् अस्वसीः अस्वसः इति रूपं द्वयम् अन् अत्र उपादायः दीर्घः भूत्वा आन् इति भवति आनीत् आनत् इति रूपं द्वयम् आनीः आणः इति रूपम् अनन्तरं जक्ष् अत्र लङ् रूपे अडागमः भूत्वा अजक्ष् अजक्षीत् अजक्षत् अनन्तरम् अजक्षीः अजक्षः इति रूपं तत्र विकल्पेन भवति मतद्वयेन अग्रे पठामि वा आम् दकारान्तः रुद् रुद् धातुः परस्मैपदिनः अश्रुविमोचने इति अर्थः भवति अङ्गकार्यं प्रथमबिन्दुः अलादि हलादिपित्सु उपादायां लघु इकः गुणः भवति रुद् योगः ति पुगन्तलघुपदस्य इति सूत्रेण रोद् भवति रोद् योगः ति इडागमः भूत्वा रोदिति इति भवति अजादिपित्सु उपादायां लघु इकः गुणः रुद् योगः आनि पुगन्तलघुपदस्य रुद् स्थाने रोद् भूत्वा रोद् योगः आनि रोदानि इति तत्र वर्णमेलनेन रोदानि इति भवति हलादि अपित्सु तत्र किङ्निति इति सूत्रेण गुणनिषेधः भवति अतः रुद् योगः तः इडागमः भवति रुदि इति भवति रुदितः इति अजादि अपित्सु तत्र अपि गुणनिषेधः किङ्यति इति सूत्रेण रुद् योगः अन्ति इति भवति तत्र अपि वर्णमेलनमेव रुदन्ति इति अत्र किमपि समीचीनतया अस्तु पठतु सन्धिकार्यम् आम् अत्र सन्धिकार्यं वलादिप्रत्ययेषु इडागमः भवति अतः अल् सन्धेहे अवसरः न कुत्रापि भवति अग्रे चतुर्षु किं जि इडागमः अस्ति खलु अतः तत्र अजादि भवति प्रत्ययः अतः फलसन्धेः अवसरः नास्ति. आम् अग्रे इदानीं लट्लकारः लट्लकारः रूपं रुद्ध रुद्ध जि रुद्ध स्वीकुर्मः वा जि करोतु रुद्ध तु अस्ति खलु रुद्ध इति धातुः अदादिगणीयधातुः तत्र एतत् सर्वं दत्तमेव रुद्ध इति तत्र इडागमः भूत्वा रोदिति इति भवति रुद्योगः ति खलु क्रमेण करोतु अस्तु इदानीं रुद्ध इति धातुः प्रथमं रुद्ध तत्र पुहन्तलघुपदसि इति सूत्रेण गुणः भूत्वा रोद् इति भवति अनन्तरम् इडागमः भवति इडागमः तत्र रुदादिभ्यः सार्वधातुके इति सूत्रेण इट् भवति अतः तत्र रोद् योगः ई योगः ति भवति रोद् इति प्रथमरूपं निष्पन्नम् अत्र रोद् इति भवति ह्रस्व इकारः एव भवति खलु जि इट् वलादेः आर्द रुदादिभ्य सार्वधातुके इट् इकारः एव तत्र दीर्घ इकारः न रोदिति एव अनन्तरं रोदि रोदिति तीतः अन्ति तत्र तः तत्र हलादि अपि तस्ति अतः गुणकार्यं नास्ति रुद् इति भवति तः इति भव तत्र किमस्ति तत्र इडागमः भवति रुदि योगः तः रुदितः एव भवति समीचीनं वा जि रुदितः रुदितः एव अनन्तरं रुदितः रुदन्ति एव रोदिति रुदितः रुदन्ति रुदन्ति मध्ये इडागमः न भवति वा रुदन्ति अन्ति इति अजादि अपि तत्सि अतः तत्र किमपि कार्यं नास्ति खलु जि अन्ति वलादिः वल् प्रत्याहारे किमपि अत्र वर्णः नास्ति अतः तत्र इडागमः न भवति रुदन्ति अनन्तरं एकनिमिषं तत्र सि अस्ति रुद् रुद् अत्र सि इति पित् अस्ति अतः गुणकार्यं भवति रोद् इति भवति रोद् इकारः इडागमः भवति किं सूत्रमत्र रुदादिभ्यः सार्वधातुक इति सूत्रेण इट् भवति इदानीं रोद् योगः ई योगः सि अस्ति तत्र आदेशप्रत्ययोः इति सूत्रेण शकारः भवति इदानीं रोदिषि इति भवति मध्यमपुरुषे एकवचनं रोदिषि अनन्तरं तः अस्ति तत्रापि किमपि कार्यं नास्ति रुदितः रुदितः इति भवति अनन्तरं रुदित रुदित इति भवति इदानीं मी वहमः अस्ति मी इति पित् अस्ति अतः गुणकार्यं भवति रोदिमि भवति, समीचीनं वा? रोदिमि, रोदिमि. वह इति वह मह वल् प्रत्याहारे वह एकनिमिषं चेत् वह वल् प्रत्याहारे हयवरट् वल् आय व र ल वा अत्र प्रत्याहारे वकारः अस्ति खलु? आम् अस्ति एव. प्रत्याहारे एव न, प्रत्याहारस्य नाम्नि एव लिखितं वल् हल् मैनस् वल् तत्र वकारः अस्ति एव. हयवर हयवर लट् तत्र व लकारः एव तत्र इति भवति, अतः वकारः अस्ति एव. वकारस्य इरागमः भवति खलु, अतः किं भवति? आम् आम् हकारं वर्जित सर्वे हल् वर्णाः. जी किं किं जि तत्र यकार विना सर्वे व्यञ्जनाः, सर्वे व्यञ्जनाः आम् तत्र व्यञ्जनानि आम् इदानीं तत्र ईडागमः भूत्वा रुदि रुदिवः रुदिमः वा? अस्तु जि. रोदिति रुदितः रुदन्ति, रोदिषि रुदितः रुदितः, रोदिमि रुदिवः रुदिमि. अस्तु जि, तावदेव. सम्यक्, धन्यवादः रघुपतिमहोदय. लोट् हा महोदय, ऋदुयोग तु इति अस्ति, तर्हि तत्र इडागमः भवति ऋदादित्यः, तत्र वल् प्रत्याहारे तत्र इडागमः भवति, इतु इति भवति ऋदु योग तु. अत्र पुगन्तगुरुदिचरणे रोद् रोदितु इति भवति. ऋदुयोग तात् अस्ति, वलादि अस्ति, अतः तत्र इडागमः भवति. रोदितु इति रोदितु इति अस्ति, तात् इति तातङ्ग् इति तत्र तत्र णित् अस्ति, अतः गुणः न भवति. रुद् परन्तु इडागमः अस्ति ऋदादिभ्यः, तत्र पञ्च ऋदादिगणस्य अन्तर्गणस्य. इदानीम् अत्र रुदितात् इति, तथैव ताम् इति अत्रापि इडागमः भवति, रुदिताम् इति भवति. ऋदुयोग अन्तु अत्र किमपि नास्ति, तत्र इडागमः न भवति, बलादि नास्ति, अजादि अस्ति, अतः रुदन्तु. ऋदुयोगहि इति अस्ति, तत्र इडागमः ऋदुयोगहि अस्तु, ऋदुयोगहि अस्ति खलु, इडागमः न भवति, तत्र इडागमः न भवति हि इति. प्रथमं एकवारं ऋदुयोगहि खलु, क्षम्यतां महोदय, ऋदुयोगहि इति अस्ति, ऋदुयोगहि इति अस्ति. हा वलादि अस्ति इति, इति हकारः अस्ति खलु, अतः रुदिः भवति, गुणः न भवति, न भवति. वल् प्रत्याहारे हकारः अपि अस्ति, अतः तत्र रुदिः इति भवति, रागमः भवति. एवं वा? पुनः चिन्तयतु. वल् हल् हयवर हल् हल् वल् प्रत्याहारे अस्ति, परन्तु किं रुद् रुद् ऋदुयोग हि महोदय, ऋदुयोग हि इति अस्ति खलु, ऋदुयोग हि इडागमः भवति, वलादि रुदिः इति भवति. अन्य कोऽपि वक्तुम् इच्छति वा किमपि? भूजल्भ्यो हेदिः इति सूत्रं कार्यं न करोति वा? भूजल्भ्यो हे किमर्थं न कार्यं करोति? न भवति हू अपि जलि हे एकवारं हू जलि जलति हे हे जलिना पञ्चमी विभक्ति अस्ति भूजल्भ्यो हे हे दिहि खलु जलि पञ्चमी अस्ति रुद् छलन्त अस्ति खलु? आमां रुद्योग रुद्योग हि इति अस्ति रुद्योग हि इति जल अस्ति हे धि भवति वा? स्थाने धि भवति तर्हि भूजल्भ्यो हेदि तर्हि तत्र इडागमः भवति तर्हि इडागमः तु भवति हकारः अस्ति चेदपि तकारः अस्ति चेदपि परन्तु हि नास्ति धि अस्ति तत् रूपं किं भवति? रुद्धि रुदिधि एव रुदिधि रुदिधि इति भवति अस्तु अस्तु किमर्थं महोदय तत्र हूजभेदि इत्यनेन भवति अत्र हूजभेदि इति अङ्गकार्यम् एकवारम् अत्र एतदपि अस्ति खलु तत्र किं भवत्याः ध्वनिः गमना भवति किं भवति अत्र हि इति हि अपि वल् अस्ति खलु? न इरागमः भवति रुदिधि रूपं सम्यक् अस्ति रुदिधि अस्तु अस्तु रुदिः न भव रुदिः न भवति वा? रुदिधि भवति रुदिधि अस्तु रुदिधि रुदिधि अस्तु हेदिः इति अग्रे रुदुयोग तात् इति अस्ति रुदितात् इति रुदितं रुदिता इति भवति रुदुयोग आनि इति अस्ति तत्र रोद् रोदानि इति भवति क्रीडागमः न भवति रोदानि रोदाव रोदाम इति सम्यक् तर्हि रोदितु अथवा रुदितात् रुदितं न किं रुदितां रुदन्तु रुदिधि रुदिधि किं रुदिधि रुदितं रुदित रोदानि रोदाव रोदाम अस्तु अग्रे मदन् महोदय आम् महोदय लङ्लकारः रुदिः रुदिधि अपि अन्यरूपम् अस्ति वा? एक एव रूपं रुदिधि अकार नास्ति हकार एव हकार नास्ति रुदिधि केन सूत्रेण महोदय तत्र महोदय तत्र इदानीं तत्र इदानीं तत्र इरागमः खलु तत्र परसूत्रमस्ति खलु तत् तस्य एव बलवत्तं भवति खलु अतः तत्र भवति वा परस्य इहि भवति तत्र इहि भवति इडागमः भवति तर्हि तत्र जलि इडागमः भवति चेदपि किं हि प्रत्ययः तथा पृच्छति वा इडागमः अस्ति चेत् प्रत्ययः हि नास्ति अपि तु इहि आमां पृच्छति वा? आमां तत्र हे हे हि इति अस्ति तत्र इदानीं नास्ति खलु साक्षात् नास्ति खलु एकनिमेषः तत्र तस्मात् सूत्रसङ्ख्या तत्र 6-4 अस्ति खलु साक्षात् भवेत् खलु तत्र कार्यं भवति चेत् तत्र अतः न भवति तत्र भूजभेदि इति जल् जल् परत साक्षात् परः भवेत् परः भर भवेत् हि इति प्रत्ययः इदानीं इकारः अस्ति अत्र पूजल्ब हेभिः इति यद्गणेन तत्र साक्षात् परं भवेत् खलु कार्यमस्ति चेत् किमपि तत्र जलि साक्षात् अनन्तरं हि भवेत् हा हि भवेत् इदानीं हि न भवति हा अतः रुधिः इति भवेत् रुधिः इति न भवति प्रथमः इरागमः भवति वा अथवा भूजल्पो भवति न इरागमः भवति अत्र परकार्यमस्ति अपि च तत् साक्षात् उक्तमस्ति खलु तत्र रुदादिप्यसार्वत्क इति तत्र उक्तमस्ति अतः तत्र तस्य एव बलः अस्ति एकवारं चिन्तयामि हा परन्तु परकार्यमस्ति अतः रुदादिभ्यः साक्षात् उक्तमपि अस्ति महोदय तत्र रुदादिभ्यः इति अपि अस्ति परन्तु परकार्यमिति मत्वा यतोपि परसूत्रमस्ति मत्वा रो इरागमः भवति तर्हि इः इति भवति इदानीं झलन्त अस्ति परन्तु तस्मात् अनन्तरं साक्षात् अनन्तरं हि नास्ति इकारः अस्ति अतः रुधिः एव भवति इति भवान् वदति आमाम् अस्तु चिन्तयामि प्रायः सम्यक् वदति परन्तु एकवारम् अहं चिन्तयामि रूपं किमस्ति समीचीनः अस्ति प्रायः भवान् यद् वदति तदेव भवति क्षम्यतां मम दोषः भवति अत्र रुधिः एव भवति प्रायः परन्तु एकवारं चिन्तयामि अस्तु हरि हा लङ् समापयतु मदन् लुङ् लङ् लुङ् षु अडुदातः इति सूत्रेण अडागमः भवति अरुद् योगः तकारः अरुद्योगः तकारः अस्ति अरु तकारः अपृक्तसंज्ञकः वर्णः अतः ईडागमः भवति केन सूत्रेण रुदस्य पञ्चभ्यः पञ्चस्य पञ्चभ्यः सारसातुक अस्ति अपृक्त अस्ति अपृक्त अस्ति फलादि अस्ति अपृष्ट अस्ति सार्वधातुक अस्ति पित् अस्ति अतः अत्र ईदागमः भवति किं रूपं भवति किं प्रथमं अरोद् भवति पुगन्तलकपदस्य च इत्यनेन अरोद्योगः इकारः ईकारः अरोदित अरोदित भवति अरोदित अरोदित अत्र हल्याभ्यां सूत्रं कार्यं न करोति वा अरोदित हल्याभ्योति न कार्यं न करोति महोदय रुदक्ष पञ्चभ्य इति सूत्रेण पञ्चभ्यः इति सूत्रेण न अत्र अपृप्त नास्ति ईत इति भवति ईडागमः प्रथमं भवति यतोहि परकार्यमस्ति अतः प्रथमम् ईडागमं भवति ईडागमः भवति एकवारम् ईडागमः भवति तदनन्तरं प्रत्ययः ईद् अस्ति तत्तु नास्ति खलु अपृक् नास्ति अतः हल्याप्तो इति कार्यं न आम् महोदय प्रायः रघुपतिमहोदय तेन एव तर्केण तत्र रुधिः एव भवति प्रथम ईडागमः तदनन्तरम् अन्यकार्यम् अस्तु रुधिः एव भवति अत्रापि तथैव परकार्यमस्ति सप्तमी अध्यायस्य ईडागमः हल्याभ्यो इति 6-1 अस्ति अतः परकार्यं कार्यं करोति तदनन्तरं हल्याभ्योः प्रसक्तिः एव नास्ति यतो हि अपृक्तः तर्हि अरोदीप् इति अस्ति तदनन्तरं किम् अरोदित तदेव अग्रे अरोद् योगः ताम् अस्ति रूपद्वयम् अस्ति खलु रूपद्वयम् अस्ति गार्ग्य गाल गाल्वयोः इति अने इति मतेन अड् आगमः भवति अरोद् योगः आयोगः तकारः अरोदत् अरोदत् अपि भवति अरोदत् रूपमस्ति अरोदीत् अन्यरूपमस्ति अरोदत् वस्तुतः चत्वारि रूपाणि सन्ति एकस्ति अरोदीत् अन्य अस्ति अरोदत् अन्य कोऽपि वक्तुं शक्नोति वा रूपद्वयं किमस्ति अरोदत् अरोदीत् किम् अरोदीत् अरोदत् खलु हा तदस्ति अन्ते तकारः अस्ति अरोदत् अरोदीत् अन्य रूपद्वयं किमस्ति चत्वारि रूपाणि सन्ति इडाग् रस्व एक न एक अरोदीत् अरोदत् अपि च चिन्तयतु सर्वत्र भवति रुद् कृते किमपि नूतनं दकारः अस्ति सकारः अस्ति चेत् किल सकारः जलं दशन्ति अतः अरोदीत् अरोदत् अरोदीत् सकारः अन्ते अरोदद् सकारः चत्वारूपाणि नाम तत्र पठ्धातु मध्ये तथैव भवति अपठत् इति सर्वे वदन्ति अपठत् अपठत् परन्तु वस्तुतः तत्र अपठद् इत्यपि रूपमस्ति रूपद्वयमस्ति इति मस्तिष्के भवेत् इति एव वदामि परन्तु एतत् रुद् विषये इडागमविषये तत्र गार्ग्य गाल इति द्वयोः मतभेदेन रुद् धातोः एव भवति खलु तत्तु अस्ति तत्र एकवारम् ईत् आगमः एकवारम् अत् आगमः अहं वदामि अन्तेः तकारः अस्ति तस्य स्थाने विकल्पेन तकारः अपि भवति इति लां दशो अन्ते वा अवसाने अरोदीत् अरोदीद् अरोदत् अरोदद् सर्वे आगच्छन्ति खलु आं महोदय आं जि अस्तु अग्रे द्विवचनम् अरुद्योगः ताम् अरुद्योगः ताम् अस्ति रुदाभ्यः रुदादिभ्यः सार्वधातुके इत्यनेन ईडागमः भवति अरुदिताम् अरुदिताम् ईडागमः न भवति वा तामपि अस्ति खलु अलि अलादि अपित् अस्ति अपित् अस्ति अपृक् अपि नास्ति अपृक् अपि अरुदिताम् अरुदिताम् अरुद् योगः अन् अस्ति अरुदन् केवलं वर्णमेव अरुद्योगः सकारः अस्ति अत्रापि अपृक्तसंज्ञकः पित् अस्ति अलादि अस्ति अतः ईडागमः भवति रुदश्च पञ्चभ्यश्च पञ्चभ्यः इत्यनेन ईडागमः अरोदिः इति भवति एकं रूपं गार्ग्यगालवयोगो इति अनेन इति मतेन आडागमः भवति अरोदः अरोदः अरोदिः भवति अरोदिः अरोद अरोदः अरोदिः अरुद्योगः तम् अस्ति अत्र इडागमः भवति रुदादिभ्यः सार्वधातुके इति सूत्रेण अरुदिताम् अरुदिताम् अरुदितम् आरोदित आरोदितम् आरोदित अनन्तरम् अरुद्योगः अम् अस्ति अत्र अरोदं गुण भवति अरोदम् अरुद्योगः वा ईडागमः भवति अरुदिव अरुदिन सम्यक् बहु सम्यक् तर्हि अरोदीत अथवा अरोदत् अरोदीत् अरोदत् अरुदिताम् अरुदन् अरोदीः अरोदः अरुदितम् अरुदित अरोदम् अरुदिव अरुदिन विधिलिङ्गि तु यकारादिप्रत्ययाः सन्ति सर्वे यकारादिबलादि नास्ति अतः किमपि नास्ति केवलं वर्णमेव अपि तस्ति अतः गुणकार्यमपि नास्ति रुद्यात् रुद्यातां रुद्युः रुद्याः रुद्यातं रुद्यात् रुद्यां रुद्या रुद्यम् अस्तु ते रुद्धातु समाप्तं अवगच्छति कार्यमस्ति लुगादिभ्यः सार्वत्रिके आगमः रुदश्च पञ्चभ्यः इत्यनेन ईरागमः नव अड् गार्ग्य कालवयोः इत्यनेन अडागमः कार्यत्रयम् इदानीं विरमामः अग्रिमरविवासरे अग्रे गच्छामः स्वधातु स्वधातु इत्यस्ति अस्तु धन्यवादः शुभरात्रिः जी।